अद्यतनविषयः भवति द्रव्यस्य प्रत्ययः। गतवर्गद्वये अपि एतस्य चर्चा जाता आसीत्। अद्य किञ्चित् पुनःस्मरणरूपेण द्रव्यप्रत्यक्षं केन भवति इत्यस्मात् आरभ्य अग्रे सरेम। तत्र पृष्ठसङ्ख्या 51, द्रव्यप्रत्यक्षं केन भवति इति भागः अस्ति। केन आगतम्? नमस्ते भगिनी, अखिला अस्मि। अस्तु अखिला भगिनी, अस्तु तर्हि तर्हि वयं जानीमः एव यत् यस्या कस्यापि उद्भूतरूपं परमाणुपरिमाण अतिरिक्तं परिमाणं भवति तादृशस्य द्रव्यस्य प्रत्यक्षं भवति, नाम तादृशस्य द्रव्यस्य इन्द्रियेण अथवा चक्षुषा ग्रहणं भवति, प्रत्यक्षं भवति इति वयं जानीमः। इदानीं परिमाणम् इति एकः गुणः एव अस्ति, तर्हि परिमाणं कुत्र भवति? द्रव्ये भवति। द्रव्ये भवति। सप्तमे पुटे पश्यन्ति चेत् तत्र 24 गुणाः सन्ति, रूप, रस, गन्ध, स्पर्श, संख्या, परिमाण इति अस्ति। तर्हि परिमाण इत्यपि एकः गुणः, 24 गुणेषु अन्यतमः गुणः अस्ति। तर्हि परिमाणमिति द्रव्ये भवेत्, परिमाणस्य आश्रयः भवतु। उदाहरणार्थं घटस्य मध्यमपरिमाणमिति वदामश्चेत् घटे तादृशः गुणः अस्ति, मध्यमपरिमाणम् इति गुणः अस्ति इत्येव अस्ति इति एकः विषयः अस्ति परिमाणस्य विषये। परिमाणम् इत्यपि एकः गुणः, यथा सामान्यं गुणस्य आश्रयः द्रव्ये एव अस्ति इति कृत्वा यस्य कस्यापि परिमाणस्य चर्चा भवति तादृशः पदार्थः परिमाणस्य आश्रयः भवति। अस्तु, अनन्तरम् इतोपि एकः विषयः वक्तव्यः भवति गुणस्य विषये। गुणानां श्रेण्यामेव रूपरसगन्धस्पर्शसङ्ख्या परिमाणम् इत्यादिकं यत्र उक्तमस्ति सप्तमे पुटे, तत्र पश्यन्ति चेत् तस्यामेव श्रेण्याम् अस्ति गुरुत्वं, धर्मः, अधर्मः, संस्कारः। गुरुत्वं, धर्मः, अधर्मः, संस्कारः इति चत्वारः गुणाः, तेषां चतुर्णां तु न प्रत्यक्षं न भवति एव। 24 गुणेषु गुरुत्वं, धर्मः, अधर्मः, संस्कारः तेषां प्रत्यक्षं न भवति एव। भगिनी, एकः प्रश्नः, तत्र प्रत्यक्षम् इत्युक्ते केवलं चक्षुषा एव यद् गृह्यते इति न, अपि तु अन्य इन्द्रियैः यद् गृह्यते तत् सर्वमपि किल? सत्यं भगिनि, किन्तु अत्र उद्भूतरूपम् इति यदा चर्चा भवति प्रत्यक्षमस्ति न वा इति, तत्र तु इन्द्रियं केवलं चक्षुरेव। किन्तु भवत्या यदुक्तं तदपि सत्यं, प्रत्यक्षं नाम येन केनापि इन्द्रियेण गृह्यते इति अपि वक्तुं शक्नुमः। अस्तु, परन्तु उद्भूतरूपम् अस्ति तस्मिन् सन्दर्भे तु केवलं चक्षोः एव इन्द्रियस्य रूपं केन गृह्यते? चक्षुषा एव, प्रतिनियतग्राह्याः इति आसन् खलु, एकः गुणः एकेनैव इन्द्रियेण गृह्यते, तथा रूपम् इति गुणः चक्षुषा एव गृह्यते। अस्तु धन्यवादः। भगिनि, अन्यः प्रश्नः अस्ति, वयं शनिवासरे किञ्चित् कक्षायां महोदयेन अत्र उक्तं, किन्तु मयि इतोपि भ्रमः अस्ति अतः पृच्छामि। उद्भूतरूपम् इत्युक्ते चक्षुषा यत् द्रष्टुं शक्यते, अतः परमाणुपरिमाण अतिरिक्तरूपम् इति किमर्थं वक्तव्यं तत्र? उद्भूतरूपम् इत्युक्ते यत् वयं द्रष्टुं शक्नुमः, बै डिफाल्ट् इट् मीन्स् परमाणुपरिमाण अतिरिक्तरूपम् इति खिल? तथा नास्ति, यतोहि अत्र पश्यतु पृथिव्यादिरूपाणि इति अस्ति खलु. कुत्र भगिनि? पश्यामि. अस्तु, एक एकपञ्चाशत्तमे पुटे एव. एकनिमिषं भगिनि, नामानि लिखिष्यामि. रत्ना भगिनी अस्ति, अनन्तरं केनापि आगतं वा नूतनतया? अन्य कोऽपि अस्ति नूतनः अथवा नूतना? अखिला भगिन्याः अनन्तरम्? अस्तु, भवतु नाम. अस्तु भगिनि, अत्र एकपञ्चाशत्तमे पुटे उपरितने भागे चित्रम् अस्ति, तत्र पश्यति वा? तत्र दक्षिणतः उपरितने भागे एकं यद् चित्रम् अस्ति तद् भवती एव पठतु. वायु, तत् वायुप्रभृति पृथिव्यादित्रिकस्य पृथिव्यादि एकपञ्चशत्तमे पुटे किल पृथिव्यादित्रिकस्य परमाणुः द्वयणुकम्. पृथिव्यादित्रिकं नाम किम्? त्रिकम् इत्युक्ते पृथ्वी, जलं, तेजः. सत्यं, तेषां परमाणुः अथवा द्वयणुकम्. तयोः के गुणाः सन्ति? पृथ्व्यादित्रिकं द्वयणुकम् इति परमाणुः द्वयणुकं च इत्युक्ते तत्र तयोः अत्र उपरितने भागे यदस्ति तयोः विद्यमानः गुणः परिमाणम् इत्यपि एकः गुणः. भवत्याः आगमनात् प्राक् प्रायः मया उक्तं चतुर्विंशतिगुणेषु रूपरसगन्ध इत्यादिकमस्ति खलु, तस्मिन् परिमाणम् इत्यपि एकः गुणः. अस्तु, इदानीं मम प्रश्नः अस्ति, पृथिव्यादित्रिकस्य परमाणोः गुणः के के सन्ति? उपरितने भागे लिखितं खलु, भवती पठतु. उद्भूतरूपम् अस्ति, परमाणु परिमाण भिन्नपरिमाणं नास्ति, इत्युक्ते परमाणुपरिमाणम् अस्ति इति. सत्यम्. अस्तु, तर्हि तयोः मध्ये गुणद्वयम्, उद्भूतरूपम् अपि च परमाणुपरिमाण भिन्नपरिमाणं, नाम परमाणुपरिमाणभिन्नपरिमाणं नास्ति इत्युक्ते परमाणुपरिमाणम् इति गुणद्वयं वर्तते परमाणुषु पृथ्व्यादित्रिकस्य. तर्हि भवत्याः प्रश्नः आसीत्, यदा उद्भूतरूपम् इति वदामश्चेत् बै डिफाल्ट् प्रत्यक्षं भवति, किमर्थं पुनः परमाणुपरिमाणभिन्नपरिमाणम् इति वक्तव्यम् इति खलु? आम्, अत्र उद्भूतरूपम् इत्युक्ते यत् वयं द्रष्टुं शक्नुमः, अतः परमाणोः उद्भूतरूपम् अहं जानामि यत् घटः अस्ति चेत्. अस्तु, एतद् वदामि, उद्भूतरूपम् अस्ति इति युक्ते यद्वयं सम्यक्तया द्रष्टुं शक्नुमः. प्रायः चक्षुषा साक्षात् परमाणोः दर्शनं न स्यात्, किन्तु यन्त्रं भवति चेत्, मैक्रोस्कोप् वा इति तादृशं यन्त्रं भवति चेत् तर्हि अवश्यं दृश्यते परमाणुः, अपि लघु लघु कणवः अपि दृश्यन्ते. अस्तु, प्रथमविषयः इति चिन्तयामि अहम्. अत्रमस्ति परमाणु पृथिव्यादित्रिकस्य परमाणुषु रूपम् अथवा उद्भूतरूपम् अस्ति इति वदामः. किमर्थं? यद्यपि न द्रष्टुं शक्नुमः तथापि वदामः, यतोहि तेषां मेलनेन यद् जायते वस्तु, घटः वा, परः, भवनं, यत्किमपि जायते, पार्थिववस्तु अथवा तैजसं वस्तु यद् जायते, तस्य तु उद्भूतरूपम् अस्ति एव खलु. परमाणूनां मेलनेन, परमाणवः बिल्डिङ्ग् ब्लाक्स् इति चिन्तयतु. तेषां यः गुणः भवति सः एव गुणः तस्य बृहद् परिमाणे भवति वस्तुषु. यदि घटे, पटे अथवा तेजसि अस्ति, उद्भूतरूपं तर्हि अनुमानेन वक्तुं शक्नुमः परमाणुषु अपि भवति उद्भूतरूपम् इति. यदि परमाणुषु उद्भूतरूपं न अभविष्यत् तर्हि प्रायः एतादृशेषु वस्तुषु अपि न अभविष्यत् इति कृत्वा परमाणुषु अस्ति उद्भूतरूपम्. अस्तु, तथा वदामः चेत् रूपस्य उद्भूतरूपस्य च भिन्नता का प्रश्नः अपि. अस्तु अस्तु, तर्हि वदामि. अस्तु, चक्षुषा न दृश्यते परन्तु उद्भूतरूपम् अस्ति, अस्माकम् इन्द्रियस्य शक्तेः बहिः अस्ति उद्भूतरूपं, तावदेव. परन्तु उद्भूतरूपम् अस्ति केनचित् मार्गेण, प्रायः यथा उक्तवती यन्त्रद्वारा वा किमपि प्रायः दर्शनं स्यात्. अस्तु अस्तु, परन्तु इदानीं चिन्तयतु, तत्र तस्मिन्नेव कोष्टके अधोभागे चित्रे पृथिव्यादिरूपाण्यपि घ्राणरसनचक्षुरिन्द्रियाणि. रूपं वर्तते, उद्भूतरूपं नास्ति इति अस्ति एकः गुणः तस्मिन्, खलु? पश्यति वा तृतीयं चित्रम्? इन्द्रियाणि. हा हा, इन्द्रियाणि. तर्हि भवत्याः प्रश्नः आसीत् वयं द्रष्टुमेव न शक्नुमः इति अस्ति चेत् उद्भूतरूपम् इति वदनेन किं प्रयोजनम् इति. तर्हि मम अवगमनानुसारम् एवम् अस्ति यत् उद्भूतरूपम् इन्द्रियस्य, अस्माकम् इन्द्रियस्य शक्तेः बहिः स्यात् किन्तु केनचित् मार्गेण दृश्यते, अपि च अनुमानेन अपि वक्तुं शक्नुमः यत् उद्भूतरूपम् अस्ति इति परमाणुना. परन्तु अत्र इन्द्रियाणां विषये तथा नास्ति एव. इन्द्रियम् इति यदस्ति तद् तु शरीरवयवः नास्ति. चक्षुः इति वदामः चेत् तद् चक्षुः अथवा नेत्रम् इति नास्ति. चक्षुः भिन्नः, चक्षुरेन्द्रियं भिन्नं. चक्षुरेन्द्रियम् इति एकः शक्तिः अथवा तेजः अस्ति येन रूपं ग्राह्यते. तर्हि तादृशस्य इन्द्रियस्य रूपं नास्ति, केवलं शक्तिः आनुभविकमस्ति, तद् रूपं नास्ति. तर्हि तस्य अनुद्भूतरूपम् अस्ति. भगिनी, तत्र इन्द्रियाणाम् उद्भूतरूपं नास्ति चेत् किमर्थं रूपं वर्तते इति अत्र उच्यते? हा हा, तर्हि कस्य इन्द्रियस्य नास्ति उद्भूतरूपं किन्तु रूपम् अस्ति इति उक्तम् इति पश्यन्तु. पृथिव्यादिरूपाणि, घ्राणरसनचक्षु, खलु? घ्राणम् इति किमस्ति, कस्य इन्द्रियमस्ति घ्राणं? घ्राणं नासिका. अस्तु, पार्थिव इन्द्रियं खलु घ्राणं? गन्धं. पृथिव्यादि द्रव्याणां लक्षणसन्दर्भे, लक्षणस्य विवरणसन्दर्भे तत्र उक्तम् अस्ति गन्धवती पृथिवी. अपि च अग्रे गत्वा इन्द्रियं गन्धग्राहकं घ्राणम् इति उक्तं, खलु? तर्हि पार्थिव इन्द्रियम् अस्ति किम्? घ्राणं पार्थिव इन्द्रियं. यथा पार्थिव परमाणुषु रूपम् अस्ति इति अनुमानं कृतम् अस्माभिः, तथैव एतद् पार्थिव इन्द्रियं पृथिव्यां रूपम् अस्ति चेत् पार्थिव इन्द्रियेषु रूपं भवेत् इति कृत्वा रूपम् अस्ति. परन्तु तादृशं रूपं न कदापि केनापि गृह्यते, कस्यापि केनचित् इन्द्रियेण न दृश्यमानं रूपं. पार्थिव इन्द्रियं भवतु, रूपम् अपि भवतु, परन्तु केनापि इन्द्रियेण तद् न गृह्यते. घ्राणम् इति केवलं नासिका इति न, शरीरवयवः न, एका शक्तिः अस्ति, आनुभविकं तत्त्वम् अस्ति, तेन गन्धः इति गुणः गृह्यते. अपि च घ्राणं पार्थिव इन्द्रियम् अस्ति इति कृत्वा रूपम् अवश्यं भवेत्, परन्तु अनुद्भूतरूपम्. एतेषाम् अनुद्भूतरूपं यतः कोऽपि परिमाणं भवतु, किमपि तत्र परिमाणे भेदः अस्ति चेदपि उद्भूतरूपं कदापि न भवति इति. परन्तु पृथिव्यां रूपः रूपः अस्ति, अनन्तरं तत्र अन्य इन्द्रियेषु अपि तत्र रूपम् अस्ति इति कृत्वा अनुमानेन रूपम् अस्ति इत्येव. सत्यं भगिनि, पार्थिव इन्द्रियं पार्थिववस्तुषु अस्ति खलु रूपं, तर्हि पार्थिव इन्द्रियेषु अपि रूपम् अस्ति, परन्तु एतद् रूपम् उद्भूतरूपं नास्ति. भगिनि, पार्थिव इन्द्रियं मीन्स् घ्राणेन्द्रियं, घ्राणेन्द्रियं, सत्यं. पार्थिव पार्थिववस्तु इति वदामश्चेत् यस्मिन् पृथिवी अंशः अस्ति सा तादृशः पार्थिवः, पार्थिव इन्द्रियं तु घ्राणम्. जलं, रसन, रसन इन्द्रियं, चक्षुरिन्द्रियम् एतत् डिस्क्रिप्शन् इन्द्रियाणि एतस्यापि अस्ति, एतस्यापि अस्ति. पश्यतु तत्र द्विचत्वारिंशत्तमे पुटे पश्यतु, पेज् 42. शीतस्पर्शवत्यः आपः इति अस्ति खलु, तत्र अग्रे गत्वा अस्ति शरीरं वरुणलोके इत्यादिकं, तदनन्तरम् इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति. इदानीं वदतु, शीतस्पर्शवत्यः आपः, आपः नाम जलं, जलस्य रूपम् अस्ति वा? नास्ति. अन्य कोऽपि जलस्य रूपम् अस्ति न वा? आम् अस्ति, अस्ति, अभास्वररूपम्. सत्यम्, अभास्वरशुक्लरूपम्. जलस्य रूपम् अस्ति एव, पृथिव्यादित्रिकस्य रूपम् अस्ति, नाम पृथिवी, जलं, तेजः, तेषां रूपम् अस्ति खलु. तर्हि जलस्य इन्द्रियं किं? रसग्राहकं रसनं. यथा पार्थिव इन्द्रियः इन्द्रियं घ्राणं, तस्मिन् आसीत् रूपं, तथैव अत्रापि रसने अपि रूपम् अस्ति, परन्तु तादृशं रूपं न केनापि इन्द्रियेण ग्राह्यं, केवलम् आनुभविकम् अस्ति इन्द्रियम्. अस्तु, तस्य तस्य चक्षुषा किमपि इन्द्रियम् अस्ति इति अनुमानेन एव वक्तुं शक्नुमः वा? अत्र अनुमानः अनुमानम् अपि न वक्तुं शक्नुमः महोदय, यतोहि अनुभवः तु अस्ति खलु, परन्तु भवत्या उक्तं इन्द्रियं केनापि मार्गेण दृश्यते आर ज्ञातुं शक्यते. न न, इन्द्रियं न दृश्यते, इन्द्रियम् इति शरीरवयवः नास्ति, परन्तु एकम् आनुभविकं तत्त्वमस्ति. तदपि अनुमान अनुमानं वा अथवा केवलम् अनुभवित अनुमानमित्येव वक्तुं शक्नुमः. अस्माकं तु अनुभवः भवति, अस्तु, गन्धस्य अनुभवः भवति, रूपस्य अनुभवः भवति. तर्हि एतादृशानाम् अनुभवानां ग्राहकः ग्राहकं किमपि स्यात् इति कृत्वा तस्य नाम इन्द्रियम् इति उच्यते इति अहं चिन्तयामि. परन्तु इन्द्रियम् अनुद्भूतम्, अनुद्भूतरूपम् इन्द्रियस्य रूपं वर्तते, पार्थिव इन्द्रियस्य, घ्राणस्य, रसनस्य, यतोहि जलेन्द्रियमस्ति. अनन्तरं चक्षुः, चक्षुः तु तैजसम् इन्द्रियम् अस्ति, अत्र उष्णस्पर्शवत् तेजः इति पश्यन्तु अग्रिमे परिच्छेदे, तत्र इन्द्रियं किम् अस्ति? रूपग्राहकं चक्षुः. हा, रूपग्राहकं चक्षुः, तेजसः अस्ति रूपम् इति कृत्वा चक्षुषः अपि रूपं भवेत्, परन्तु अनुद्भूतरूपम्. बुद्धं वा? इत्युक्ते भगिनी, यथा लौकिकव्यवहारे रूपम् इति वदामः तत् भिन्नं किल, दैनन्दिकव्यवहारे नाम रूपम् इति गुणः, अस्तु, आम्, पृथिव्यादि त्रिकेषु वस्तुषु भवति रूपम् इति एकः गुणः. प्रायः लौकिकव्यवहारे अपि तस्यैव गुणस्य बोधः भवति. अहं किमपि पश्यामि, कदलीफलं पश्यामि चेत् तस्य रूपम् अवगच्छामि, कदलीफलम् इति. अन्यत् किमपि पश्यामि चेत् रूपम् अवगच्छामि. लौकिकव्यवहारे अपि सः एव गुणः इति, रूपम् इति गुणः एव इति चिन्तयामि, परन्तु परमाणुषु भूतरूपम् अस्ति इति अनुमानं, यतोहि परमाणूनां सङ्ग्रहेण यद् वस्तु जातं तस्य उद्भूतरूपम् भवति चेत् पृथ्वी जलं तैजसः वस्तूनां रूपम् अस्ति चेत् परमाणुषु रूपम् उद्भूतरूपम् अस्ति इति अनुमानं प्रथमम्. अनन्तरं पृथिव्यादित्रिकस्य इन्द्रियेषु अपि रूपं भवेत् यतोहि पृथिव्यादित्रिके रूपम् अस्ति, परन्तु इन्द्रियस्य रूपम् अनुद्भूतम्. अस्तु वा? अस्तु भगिनि, धन्यवादः. अस्तु तर्हि तर्हि द्रव्यप्रत्यक्षं केन भवति इत्यस्मात् आरभ्य किञ्चित् पठेम. सन्ध्या भगिनी पठति वा? आं भगिनि, घटे उद्भूतरूपम् अस्ति, परमाणुपरिमाण अतिरिक्तमध्यमपरिमाणं च वर्तते इति तस्य चक्षुषा त्वचा च प्रत्यक्षं भवति. परमाणु एकनिमिषं प्रथमवाक्यस्य विवरणं किञ्चित्. तर्हि प्रत्यक्षस्य कृते यद् नियमद्वयम् इति यदि वदामः तत्र उद्भूतरूपमपि आवश्यकमस्ति द्रव्यस्य, अनन्तरं तस्य परिमाणं यदस्ति तद् परिमाणुपरिमाणस्य अतिरिक्तं परिमाणम् आवश्यकं भवति, मध्यमपरिमाणं वा महत् परिमाणं वा इति. तर्हि तद् द्वयमपि उद्भूतरूपमपि परिमाणुपरिमाण भिन्न परिमाणम् इत्युक्ते मध्यमपरिमाणमपि घटे अस्ति, घटे स्तः, अतः घटस्य चक्षुषा अनन्तरं त्वचा प्रत्यक्षं वयम् अनुभोक्तुं शक्नुमः इति. अस्तु तर्हि घटः मध्यमपरिमाणम् अस्ति घटे, तत्र कोष्टकम् अस्ति खलु त्रिपञ्चाशत् तमे पुटे पेज् 53 मध्ये पश्यन्ति चेत् मध्यमपरिमाणम् इत्यस्मिन् स्तम्भे घटपटादयः इत्यादिकम् अस्ति. परममहत् परिमाणम् इत्यस्मिन् आकाशः, कालः, दिग्, जीवाः, ईश्वरः, परममहत् परिमाणम् इति गुणः तेषु वर्तते. परमाणुपरिमाणम् इति तु वस्तुत्रये एव भवति, पदार्थत्रये. कुत्र कुत्र परमाणुषु द्वे अणुकेषु मनांसि मनस्सु. परमाणुपरिमाणं केवलं वस्तुत्रयस्य, परमाणु द्वे अणुकं मनः इति मनसि निधाय अग्रेसरेम. अस्तु, यथा भगिन्या उक्तं घटे उद्भूतरूपं परमाणुपरिमाण अतिरिक्तरूपं, तदर्थं घटः प्रत्यक्षं भवति. अनन्तरं भगिनि, परमाणुद्व्यणुकयोः उद्भूतरूपम् अस्ति परन्तु परमाणुपरिमाण अतिरिक्तपरिमाणं न वर्तते इति तयोः प्रत्यक्षं साक्षात्कारः न भवति. इत्युक्ते परमाणु अनन्तरं द्व्यणुकम् एतयोः मध्ये यद्यपि उद्भूतरूपम् अस्ति इति अस्ति परन्तु तेषां परिमाणं यदस्ति तद् परमाणुपरिमाणस्य भिन्नपरिमाणं नास्ति, अतः तयोः प्रत्यक्षं न भवति इति एव विषयः अस्ति. तर्हि रत्ना भगिनी बुद्धं वा इदानीम् अत्र किमपि? आं भगिनि, इदानीम् अवगच्छामि. परमाणुद्वयोः उद्भूतरूपं किमर्थं पृथिव्यादित्रिकस्य परमाणुः अस्ति चेत्. अस्तु, इदमपि वक्तव्यं सन्ध्या भगिनी, परमाणुद्वयणकयोः उद्भूतरूपं कुत्र भवति, कीदृश परमाणुः भवेत्? पृथिव्याः परमाणुः वा जलस्य वा तेजसः वा वायोः, पृथिव्यादिचतुष्टयस्य एव उद्भूतरूपस्य विषये वदामि अहम्. ओ, यस्य द्रव्यस्य मध्यमपरिमाणम् अस्ति, उद्भूतरूपम् अस्ति, तस्य द्रव्यस्य एव परमाणु एकनिमिषः इदानीं केषु द्रव्येषु रूपं भवति? पृथ्वी आप् तेजः. पृथ्वी तेजः नाम पृथ्वी जलं तेजः एतेषाम् अस्ति रूपं. तर्हि एकं परमाणुं स्वीकुर्मश्चेत् सः परमाणुः कीदृशः स्यात् उद्भूतरूपम् अस्ति इति वक्तुम्? एतेषु त्रिषु एकं. हा सत्यम्, एतेषु त्रिषु अन्यतमः स्यात् खलु. पृथ्वी परमाणुः भवेत् अथवा जलस्य परमाणुः भवेत् अथवा तेजसः परमाणुः भवेत् तदा एव भूतरूपम् अस्ति इति निर्णेतुं शक्नुमः. वायवरूपमस्ति वा? न, वायवरूपमेव नास्ति. तर्हि उद्भूतं वा अनुद्भूतं वा इति प्रश्नः एव न उदेति. अतः तस्य परमाणोः अपि उद्भूतरूपं नास्ति एव, रूपं नास्ति. रूपमेव नास्ति, उद्भूतम् अनुद्भूतं तु दूरं. तत्र वायोः रूपं नास्ति इति कृत्वा वायोः परमाणुषु रूपमेव नास्ति. अस्तु, बुद्धं स्यात्. इतः परं गच्छेम वा, अग्रे गच्छेम? तर्हि भगिनी तत्र प्रश्नसङ्ख्या 53 मध्ये कोष्टकं यद् अस्ति तत्र परमाणुपरिमाणं मध्ये पृथिव्यादिचतुष्टयस्य इति ते वदन्ति, तर्हि कः अर्थः तत्र? अस्तु, कोष्टके परिमाणस्य चर्चा अस्ति न तु रूपस्य. तर्हि तत्र वायोः अपि अन्तर्भूतमस्ति, वायुः अपि तत्र. सत्यं सत्यम्. अस्तु, यथा यथा रूपमिति एकः गुणः अस्ति तथैव परिमाणमपि गुणः. सप्तमे पृष्ठे पश्यन्तु, तत्र 24 प्रदर्शिताः. तत्र रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्व इत्यादिकम् अस्ति. तर्हि परिमाणमित्यपि एकः गुणः, सः द्रव्येषु वर्तते. अपि च परमाणुपरिमाणं कुत्र भवति? पृथिव्यादिचतुष्टयस्य, अत्र रूपस्य चर्चा नास्ति, परमाणं परिमाणम् इति गुणस्य चर्चा अस्ति. अस्तु, कोष्टके तादृशः गुणः पृथिव्यादिचतुष्टयस्य परमाणुषु वर्तते एव, तत्र न कोऽपि क्लेशः. परन्तु रूपं पृथिव्यादित्रिकस्य परमाणुषु एव वर्तते, द्व्यणुकेषु अपि. स्पष्टं वा? अस्तु, नीता अग्रे पठति किम्? आं भगिनि, किं तर्हि अत्र वा? एवमेव. भगिनि? आमामाम्, अहम् एकपञ्चाशत्तमे पुटे द्रव्यप्रत्यक्षं केन भवति इत्यस्मिन् भागे तृतीयं वाक्यम् एवमेव. तृतीयवाक्यं वा? द्रव्यप्रत्यक्षम् आमाम् एवमेव. अस्तु अस्तु, आम् एवमेव. ग्राणेन्द्रियादीनि पृथिव्यादिद्रव्य द्रव्यरूपाणि अपि न प्रत्यक्षाणि. तत्र पृथिवीत्वस्य सत्त्वेन रूपवत्त्वानुमानोऽपि अतीन्द्रियवत् सत्त्वेन रूपवत्त्व अनुमाने अपि सत्त्वेन रूपवत् अनुमान अनुमानेनपि अतीन्द्रियवत् अतीन्द्रियत्वम् आलोच्य अतीन्द्रियवत् अतीन्द्रियत्वालोच्य न तत् रूपं वक्ष्यमाणम् उद्भूतरूपमिति निर्धारितम्. अतः अस्तु अस्तु, एकनिमिषः, बुद्धं वा एतावत् पर्यन्तं यत् पठितम्? एवमेव, ग्राणेन्द्रियं पृथिव्यादि द्रव्यरूपाणि अपि न प्रत्यक्षानि. आं भगिनि, अस्माकं प्रथमा चर्चा आसीत् घ्राणेन्द्रियं कीदृशम् इन्द्रियम् घ्राणेन्द्रियं पार्थिव इन्द्रियम् अस्ति, तथैव जलस्य रसनम् अपि च तेजसः चक्षुः इति रूपग्राहकम् इन्द्रियं चक्षुः। तर्हि घ्राणेन्द्रियाणि पृथिव्यादि द्रव्यरूपाणि अपि न प्रत्यक्षाणि। किमर्थं न प्रत्यक्षाणि इति अग्रे अस्ति, भगिनी वदति वा? तत्र पृथिवीत्वस्य सत्त्वेन रूपवत् अनुमाने अपि किञ्चित् पृथक् कृत्वा वदामि अत्र, तत्र कुत्र इन्द्रिये एतेषु इन्द्रियेषु इन्द्रियेषु पृथिवीत्वस्य सत्त्वे अपि नाम पृथिवीत्वम् इन्द्रियेषु वर्तते, पृथिवीत्वस्य सत्त्वेन रूपवत्त्व अनुमाने अपि इति अस्ति। तर्हि किञ्चित् अवगच्छति वा नीता भगिनी? तत्र रूपवत्त्वम् इत्युक्ते अनुद्भूतरूपम् इति अनुमानम्? तत्र न तत्र रूपम् इत्येव अनुमानम् अस्ति, यतोहि ग्राणम् इति पार्थिव इन्द्रियम् अस्ति, रत्नं चक्षु यत्किमपि भवतु तत्र रूपं स्यात्, यतोहि पार्थिवस्तु अस्त्येव इन्द्रियं ग्राणं, जलसम्बद्धम् अस्ति रसनं। तर्हि रूपवत्त्वस्य अनुमानम् अनुद्भूतम् अनन्तरम् आयाति, अत्र केवलं रूपवत्त्वस्य अनुमानम् अस्ति अस्माकं, यतोहि पृथ्वीत्वस्य सत्त्वेन रूपवत्त्व अनुमाने अपि अनन्तरम् अनिता भगिनी वदतु। अतीन्द्रियत्वम् आलोच्य, अतीन्द्रियत्वम् आलोच्य नाम रूपवत्त्वं तु अस्ति, परन्तु एतादृशं रूपवत्त्वम् अतीन्द्रियम् अपि अस्ति। अतीन्द्रियं नाम इन्द्रियाणां रूपं न गृह्यते केनापि इति कृत्वा अतीन्द्रियं इति अस्ति। यादृशं रूपवत्त्वम् इन्द्रियेषु वर्तते सः तद् अस्ति अतीन्द्रियम्। तर्हि रूपवत्त्वं भवति इति अनुमाने अपि अतीन्द्रियत्वम् आलोच्य किमुक्तम् अनन्तरम्? न तत्रूपं वक्ष्यमाणम्, वक्ष्यमाणम् उद्भूतरूपमिति निर्धारितम्। अस्तु, बुद्धं वा? किम् एतद् रूपं यद् रूपम् अस्ति पृथिवीत्वस्य सत्त्वेन तद् रूपं किम् उद्भूतरूपमस्ति? पृथिवीत्वस्य सत्त्वे अपि पृथिवीत्वस्य सत्त्वेन रूपमस्ति इति अनुमानं कृत्वा अपि अतीन्द्रियत्वम् आलोच्य नाम एतद् रूपम् अस्ति परन्तु एतद् रूपम् अतीन्द्रियम् इति आलोच्य तद् रूपम् उद्भूतरूपं नास्ति इति निर्धारितम्। तदर्थम् अत्र उक्तं न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितम्। बुद्धं वा? अस्तु, अग्रिमवाक्यं पठतु नीता भगिनी। अतः उद्भूतरूपाभावात् तानि अपि अतीन्द्रियाणि। कानि? उद्भूतरूप अभावात् कानि अतीन्द्रियाणि? घ्राणरसन चक्षुरिन्द्रियाणि। सत्यं, घ्राणरसनचक्षुरिन्द्रियाणि, इन्द्रियाणां चर्चा जायमाना अस्ति अधुना। तर्हि तानि अतीन्द्रियाणि इति उच्यते चेत् एतानि इन्द्रियाणि अतीन्द्रियाणि। किमर्थम् अतीन्द्रियाणि? भूतरूपम् अस्ति इन्द्रियेण ग्रहितुं न, इन्द्रियैः ग्रहितुं न शक्यन्ते अतः। हा नाम रूपम् अस्ति, उद्भूतरूपं नास्ति. तदर्थमेव उद्भूतरूपाभावात् इति उक्तम्. अत्र कोऽपि संशयः? अत्र वामतभागे अधो रूपं वर्तते. हा हा सत्यं तदेव भगिनि. वामभागे अधस्तनं चित्रं पश्यन्तु. रूपं वर्तते, उद्भूतरूपं नास्ति इन्द्रियाणाम् इति तत्र प्रदर्शितम्. कोऽपि प्रश्नः? आं प्रश्नः अस्ति इन्द्रियाणां विषये. परमाणुपरिमाणभिन्नपरिमाणं वर्तते इति कथं निर्णीतम्? अत्र परमाणुपरिमाणभिन्नपरिमाणम् इन्द्रियस्य इति उच्यते. तेषां चिन्तनम् एवम् अस्ति. अधुना वयं चक्षुषा बहु दूरे यद्वस्तु अस्ति तस्य तद्वस्तु द्रष्टुं शक्नुमः. दूरस्थं किमपि भवनं वा पर्वतः वा अस्ति चेत् तद् द्रष्टुं शक्नुमः. अस्तु चक्षुः इति एका शक्तिः अस्ति. केवलम् आर्गन् इति नास्ति चक्षुः इति. केवलं नेत्रम् इति नास्ति, शक्तिः अस्ति. तया शक्त्या वयं दूरस्थम् अपि बहु दूरम् आकाशमपि द्रष्टुं शक्नुमः, चन्द्रमं शक्नुमः, सूर्यं द्रष्टुं शक्नुमः, खलु? अतिदूरस्थ पदार्थं द्रष्टुं शक्नुमः इति कृत्वा इन्द्रियस्य तादृशस्य इन्द्रियस्य अथवा तादृश्याः शक्तेः परमाणुपरिमाणं न भवितुम् अर्हति इति. परमाणुपरिमाणभिन्नपरिमाणमेव स्यात्. इट्स् अ डिडक्षन् इति वा किं न अनुमानमेव अनुमानमेव वयं वक्तुं शक्यते. अस्माभिः वक्तुं शक्यते परमाणुपरमाणोः भिन्नरूपं भवति इति. तत्र कियत्पर्यन्तम् अनुमानम् इति वक्तुं शक्नुमः इत्यस्मिन् मम अपि सन्देहः अस्ति. तत्र अनुमानमपि न कुर्मः खलु, अनुभवामः. दूरस्थं वस्तु पदार्थं द्रष्टुं शक्नुमः इति साक्षात् अनुभवः एव अस्ति अस्माकं तु. चक्षुषः शक्तेः तावत्पर्यन्तम् अस्ति विस्तारः इति कृत्वा परमाणुपरिमाणभिन्नपरिमाणम् अस्ति एव. तदर्थं तस्मिन् कोष्टके अपि तत्र परिमाणानां कोष्टकम् आसीत् खलु, तत्रापि मध्यमपरिमाणम् इत्यस्मिन् स्तम्भे एव स्थापितम् इन्द्रियम्. पश्यन्ति वा पेज् 53 मध्ये? शरीरेन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वे अपि मध्यमपरिमाणमेव. तदर्थम् अत्र 150 पुटे अपि इन्द्रियाणां परमाणुपरिमाणभिन्नपरिमाणं वर्तते इति उक्तम्. अस्तु बुद्धम्. अस्तु अग्रे जयन्ती भगिनी पठति किम्? अतः उद्भूतरूप उद्भूतरूपाभावात् तानि अपि अतीन्द्रियाणि. मनः तु न उद्भूतरूपं न अपि मनः तु न उद्भूतरूपं न अपि उक्तपरिमाणम् इति सुदूरं तस्य प्रत्यक्षम्. मनसः विषये किमस्ति अत्र? तस्य उद्भूतरूपं नास्ति, रूपं तु नास्ति एव. उद्भूतरूपं बहिरिन्द्रियैः वयं अस्माभिः ग्रहितुं न शक्यन्ते. अतः तस्य उद्भूतरूपम् अस्ति इति. अस्तु अत्र मनसस्तु न उद्भूतरूपम् इति उक्तं, परन्तु वस्तुतः रूपमेव नास्ति मनसः. आम् उपरितने चित्रे पश्यन्ति चेत् दक्षिणतः तत्र अन्तिमं चित्रमस्ति खलु मनः रूपमेव नास्ति. अस्तु, मनसस्तु उद्भूतरूपं नापि नास्ति. अनन्तरं उक्तपरिमाणम् इति सुदूरं तस्य प्रत्यक्षम् नापि उक्तपरिमाणं नापि उक्तपरिमाणम् उक्तपरिमाणं नापि उक्तपरिमाणम् उक्तपरिमाणुपरिमाणभिन्नपरिमाणं न वर्तते. तस्य परिमाणुपरिमाणरूपमे परिमाणपरिमाणमेव अस्ति. परमाणुपरिमाणमेव अस्ति मनसः. अतः तस्य प्रत्यक्षमेव प्रत्यक्षविषयमेव न उदेति एव इति. सुदूरं नाम सुदूरं साधयितुमेव न शक्नुमः, तस्य प्रत्यक्षं भवति इति. मनसः विषयः प्रश्नः अस्ति. तत्र मनः विषये तत्र मनसः परिमाणं परमाणुपरिमाणम् इति अस्ति खलु. क्षम्यतां, परमाणुपरिमाणभिन्नपरिमाणं न वर्तते इति इत्युक्ते परमाणुपरिमाणमेव अस्ति इति. तत् कथं निर्मीतुं शक्नुमः? अस्तु, अत्र मनः इदानीं पश्यन्तु, तत्र त्रिपञ्चाशत्तमे पुटे तत्र कोष्टकमस्ति खलु, परममहत् परिमाणं. तत्र अन्तर्भूताः के? आकाशः, कालः, दिग्, जीवाः इति सर्वं. कीदृशाः पदार्थाः ते सर्वे तु सर्वव्यापिनः. आकाशः सर्वत्र वर्तते, तत्र कालः, विभुद्रव्याणि एतानि सर्वं. किन्तु मनः तादृशमस्ति वा? मनसस्य व्याप्तिः तावती नास्ति खलु. अस्तु, यतः विभुत्वं नास्ति तर्हि तत्र एकनिमिषं विभुत्वं नास्ति. तुलनायां कम्पेरिसन् कुर्मः चेत् तर्हि निश्चयेन परममहत् परिमाणं नास्ति इति अङ्गीकारः अस्ति वा? भगिनी एकनिमिषं, मनः विषये विभुत्वम् अस्ति खलु, कुत्रापि गन्तुं शक्यते खलु, शक्नोति. हा, ममापि एवमेव आसीत् प्रश्नः. मनः कुत्रापि गन्तुं शक्नोति, परन्तु अस्तु तुलनां कुर्मश्चेत् आकाशेन सह तोलनं भवति चेत् यावत् आकाशः विस्तारितः अस्ति तावत् मम मनः वा अपरेषां मनः वा तावत् स्तरः नास्ति. तत्तु अङ्गीकृतं. तर्हि परममहत् परिमाणं न भवति मनसः इति अङ्गीकारः स्यात्. अनन्तरम् अवशिष्टं यदस्ति परमाणुपरिमाणं मध्यमपरिमाणं. मध्यमपरिमाणस्य विषये इदानीं चिन्तयामः. परममहत् नास्ति इति बुद्धं, नो चेत् लोके अथवा विश्वे यावन्ति ज्ञानानि सन्ति तानि सर्वाणि मनसि भवेयुः, किन्तु तथा नास्ति. तादृशी शक्तिः नास्ति मनसः, तर्हि परममहत्परिमाणं न स्यात्. इदानीं मध्यमपरिमाणं भवितुमर्हति वा इति चिन्तयामः. तत्र मध्यमपरिमाणमपि नास्ति इति वदन्ति नैयायिकाः, यतोहि मनसि यद् ज्ञानं भवति तद् ज्ञानं क्षणिकम् अस्ति. किम् अस्ति? क्षणिकम् अस्ति नाम एकस्मिन् समये अथवा एकस्मिन् क्षणे एकस्यैव ज्ञानं भवति. अस्तु, तावत् लघु अस्ति ज्ञानं मनसि. एकस्मिन् क्षणे यद् ज्ञानं भवति, एकस्मिन् समये एकस्यैव भवति ज्ञानं. वयं तु वक्तुं शक्नुमः, इदानीम् अहं किमपि पश्यामि चेत्, पुष्पं पश्यामि चेत् तत्र रूपमपि अनुभोक्तुं शक्नोमि, गन्धमपि अनुभोक्तुं शक्नोमि, तर्हि कथं वदति एकमेव ज्ञानमस्ति इति कस्यचित् प्रश्नः भवेत्. तत्र एवं वदन्ति यत् रूपं गन्धः इति ज्ञानद्वयम् अस्ति चेदपि तत्र एकस्मिन् क्षणे इन् सेकेण्ड् मिलि सेकेण्ड् न्यानो सेकेण्ड् तथा एकस्मिन् क्षणे एकस्यैव ज्ञानं भवति. प्रायः रूपस्य ज्ञानं प्रथमं भूत्वा अनन्तरं गन्धः वा तथा किमपि. ज्ञानं क्षणिकम् अस्ति, तदर्थं मनसि अपि तावद् लघु भवति ज्ञानस्य परिमाणम् इति कृत्वा मनसः परमाणुपरिमाणभिन्नरूप भिन्नपरिमाणं न वर्तते. नाम मनसः परमाणुपरिमाणमेव वर्तते. बुद्धमस्ति वा? अस्ति भगिनि. अत्र कोऽपि चिन्तनं, कस्यापि सन्देहः? प्रथमतया मनः परममः नास्ति, तत्तु सुलभः एव सः विषयः. यतोहि यावत्पर्यन्तम् आकाशः कालः विस्तारितः अस्ति तावद् नास्ति मनसः विस्तारः, तावान् नास्ति. तर्हि परममहत् नास्ति. मध्यमपरिमाणं भवति वा मनसः इति चिन्तयामश्चेत् इदमेव उत्तरं भवति. मनसि ज्ञानं क्षणिकं भवति, तावत् लघु भवति ज्ञानम् इति कृत्वा मनसः परमाणुपरिमाणमेव. तर्हि परमाणुपरिमाणभिन्नपरिमाणं न वर्तते मनसि इति मनसः विषयः. मनसस्तु न उद्भूतरूपम् अपि च न अपि परमाणुपरिमाणभिन्नपरिमाणं. तर्हि तस्य प्रत्यक्षं न भवति एव इति अत्र सूचितम्. अस्तु, अग्रे सरला भगिनी पठति किम्? शब्द आशयस्य गगनस्य वायोश्च परमाणुपरिमाण अतिरिक्तं परिमाणं वर्तते, परन्तु न तत्र रूपम् अस्ति इति तयोरपि प्रत्यक्षं न भवति. इत्युक्ते शब्दस्य आश्रय गगनम् अस्ति वायोश, ते परमाणुपरिमाण अतिरिक्तपरिमाणं वर्तते. परममहत् प्रमाणं भवति गगनस्य, वायोश्च मध्यम परिमाणम् अस्ति. तत्र रूपं न वर्तते तथैव तदापि प्रत्यक्षं न भवति. सत्यं, हा, यथा भगिन्या उक्तं शब्दाश्रयस्य गगनस्य. शब्दः इति गुणः, तस्य आश्रयः अस्ति गगनः अथवा आकाशम् अपि च वायुः. तेषां परमाणुपरिमाण अतिरिक्तपरिमाणं तु वर्तते. आकाशः आकाशस्य परममहत् परिमाणं, वायोः मध्यमपरिमाणं. परन्तु उभयोः अपि रूपं नास्ति इति कारणेन तयोः प्रत्यक्षं न भवति. भगिनि, वायवीयम् अर्थं किम्? कोष्ठे त्वगिन्द्रियं वायवीयं एकपञ्चाशत्. तत्र त्वगिन्द्रियम् इत्युक्ते यथा पार्थिव इन्द्रिय त्वगिन्द्रियं, त्वक् नाम त्वचा, चर्म. त्वगिन्द्रियं वायवीयं, यथा वयं पार्थिवम् इति वदामः तथैव वायवीयम्. केवलं प्रदर्शनार्थम् अत्र त्वग् वायवीय इन्द्रियम् अस्ति. वायौ रूपं नास्ति चेत् त्वचि रूपम् अस्ति वा? न भवति. किमर्थम् किमर्थं न भवति? परमाणु परमाण भिन्न परिमाणम् अस्ति. न, इदानीं तद् त्यजतु. अहं केवलं रूपस्य विषये पृच्छामि. वायौ रूपं नास्ति. वायौ रूपं नास्ति. वायौ रूपं नास्ति इति चेत् वायोः परमाणुषु रूपम् अस्ति वा? न, नास्ति. नास्ति, नास्ति. अस्तु, इदानीं त्वग् इति इन्द्रियम् अस्ति. त्वगिन्द्रियं वायवीयं, तर्हि त्वगिन्द्रिये रूपम् अस्ति वा? कस्यापि नास्ति, वस्तुतः कस्यापि नास्ति. आम्, परन्तु पृथिव्यादि इन्द्रियाणां रूपमस्ति, उद्भूतरूपं नास्ति. त्वगिन्द्रियस्य तादृशी स्थितिः नास्ति, त्वगिन्द्रियस्य रूपमेव नास्ति, यतोहि वायौ रूपं नास्ति. अस्तु, इदानीं अखिला भगिनी वदतु, श्रोत्रेन्द्रियस्य रूपमस्ति वा? नास्ति. किमर्थं नास्ति? किमर्थं चेत् तत्र शब्दस्य आश्रयः अस्ति आकाशम्, आकाशस्य रूपं नास्ति, तु तर्हि श्रोत्रेन्द्रियस्य अपि रूपं नास्ति. बहु सम्यक्. यथा त्वगिन्द्रियस्य रूपं नास्ति वायु इन्द्रियं, तथैव श्रोत्रेन्द्रियम् आकाशसम्बद्ध इन्द्रियम्, आकाशस्य रूपं नास्ति इति कृत्वा श्रोत्रेन्द्रियस्य अपि रूपं नास्ति. अस्तु, अग्रे गोपालमहोदय वदतु, पार्थिवपरमाणु पार्थिवपरमाणु रूपम् अस्ति वा न वा? अस्ति, अस्ति. हा, पार्थिवपरमाणुषु रूपम् अस्ति. किमर्थम्? पार्थिव तत् द्रष्टुं शक्यते चक्षुषा अथवा न, तथा नास्ति खलु. परमाणूनां दर्शनं न भवति. परमाणुपरिमाणम् अस्ति चेत् चक्षुषा न दृश्यते. परन्तु पृथिव्यादिपरमाणुषु, पृथिव्यादित्रिकस्य परमाणुषु रूपम् अस्ति वा इति प्रश्नः. दर्शनमदर्शनं इति त्यजतु. परमाणु अस्ति चेत् दर्शनं न भवति एव. दर्शनं भिन्नविषयः, रूपम् इति भिन्नविषयः. परमाणोः दर्शनं न भवति एव, तावत् लघु तावान् लघुः अस्ति. परन्तु पृथिव्यादित्रिकस्य परमाणुषु रूपम् अस्ति न वा इति प्रश्नः अस्ति मम. रूपम् अस्ति. गोपाल, परमाणुः द्व्यणुकम् अणुकमिति अस्ति. द्व्यणुकम् इत्युक्ते परमाणुपरिमाणं, तत्र रूपं नास्ति. उद्भूतरूपम् अस्ति. अस्तु, इदानीं हा प्रत्यक्षं नास्ति, यतोहि परिमाणम् इति एकः गुणः, सैन्स् इति. परिमाणम् एकः गुणः. परिमाणस्य विषयं त्यजतु. केवलं पार्थिवपरिमाणुषु रूपम् अस्ति न वा? रूपम् इत्युक्ते जानन्ति एव, फार्म् अथवा यत्किमपि चक्षुषा अनुभूयते तद्. नीता भगिनी किं वदति? पार्थिवपरिमाणुषु रूपम् अस्ति वा नीता भगिनी? आम् अस्ति भगिनि, रूपमस्ति. अपि च उद्भूतरूपमेव अस्ति खलु. उद्भूतरूपम् अस्ति, परन्तु न दृश्यते, यतोहि तस्य परिमाणम् अतीव लघु. उद्भूतरूपम् अस्ति तथापि न दृश्यते, यतोहि परमाणुपरिमाणम् अतीव लघु अस्ति. तदर्थं प्रत्यक्षं न भवति. प्रत्यक्षं भिन्नः विषयः अस्ति, रूपमिति भिन्नः विषयः अस्ति, तत्र भ्रमः मास्तु. प्रत्यक्षम् इत्युक्ते केनापि इन्द्रियेण ग्रहणं भवति न वा इति अस्ति प्रत्यक्षम्. रूपम् इति एकः गुणः, भिन्नविषयाः ते. अस्तु, इदानीं रत्ना भगिनी, प्रकाशः प्रकाशः कीदृश तस्य किं प्रत्यक्षं भवति किम्? आं, प्रत्यक्षं भवति. तस्य भास्वरशुक्लरूपम् अस्ति. सत्यं. प्रकाशः कीदृशं द्रव्यमस्ति? प्रकाशः तेजसः द्रव्यमस्ति. तैजसं द्रव्यमस्ति. तैजसं द्रव्यम्. आम्. नाम प्रकाशः, गृहे वयम् उपविशामश्चेत् सूर्यस्य किरणः भवति, तस्य प्रकाशः भवति खलु. सः प्रकाशः तैजसं द्रव्यमस्ति. तेजसि रूपम् अस्ति इति कृत्वा प्रकाशयति अपि रूपम् अस्ति अपि च सः प्रकाशः परमाणुपरिमाणभिन्नपरिमाणयुक्तमस्ति तदर्थं प्रकाशस्य भवति प्रत्यक्षं भवति सत्यम् अस्तु इदानीम् इतोपि एकः प्रश्नः अस्ति स्पर्शः कुत्र कुत्र भवति कोऽपि वदति वा स्पर्शः पृथिव्यां जले तेजसि वायौ च सत्यं पृथिव्यादिचतुष्टयस्य स्पर्शः भवति पृथिवी जले तेजसि पृथिव्यां जले तेजसि वायौ पृथिव्यादित्रिकस्य रूपं नाम पृथिव्यां जले तेजसि रूपमस्ति पृथिव्यादिचतुष्टयस्य स्पर्शः इत्युक्ते तत्र वायुः अपि अन्तर्भूतः अस्तु तर्हि इतः अग्रे सरेम अग्रे गोपालमहोदय अस्ति वा किं तर्हि किम् इदारभ्य किं तर्हि तयोः सत्यं सत्यं किं तर्हि तयोः तत्ते प्रमाणम् अनुमानं पृथिव्यादित्रिके यादृशस्पर्शः वर्तते तद्विजातीयस्पर्शः अनुभूयमानः यः सः आश्रयभूतद्रव्यम् अपेक्षते इति तदाश्रयतया वायुः सिद्ध्यति अत्र किं तर्हि सत्ये तयोः सत्ये प्रमाणं तत् तयोः इत्युक्ते यत् आकाशस्य वायोः न पूर्वतनभागं पठति चेत् पूर्वतनभागं पठति चेत् तत् ततः अनुवर्तते किं किं केन उपायेन तयोः ज्ञानं भवति अनुमानेन पृथिव्यादि कयोः वायोः अथवा आकाशस्य वायोः अपि च गगनस्य रूपं नास्ति इति कृत्वा प्रत्यक्षं न भवति परन्तु वायु आकाश अस्ति इति कथं वक्तुं शक्नुमः तस्य त्रिकेषु यादृशस्पर्शः वर्तते तद् विजातीयस्पर्शः अनुभूयमानः यः सः आश्रयभूत यदा वयं पृथिवी अपि स्पर्शेन वक्तुं शक्नुमः अनुभूयमानः परन्तु यत् वायोः अथवा आकाशस्य स्पर्शः भिन्न विजाती तस्य स्पर्शः विजातीयस्पर्शः अन्यजाति अत्र स्पर्शस्य त्रैविधविध्यमस्ति उष्णस्पर्शः शीतस्पर्शः अनुष्णशीतस्पर्शः इति उष्णस्पर्शः कुत्र भवति तेजसि तेजसि शीतस्पर्शः कुत्र भवति जले जले जले अनुष्णशीतस्पर्शः अनुष्ण अशीतस्पर्शः कुत्र भवति पृथिव्यां वायौ त्रिविधस्पर्शाः जले शीतस्पर्शः तेजसि उष्णस्पर्शः अनुष्ण अशीत नाम अनुष्णाशीतस्पर्शः अस्ति पृथिव्याम् अपि च वायौ अस्तु इति अस्ति अनन्तरम् इदानीं वदतु महोदय तत्र यः स्पर्शः वायोः अस्ति आशयभूत तत् भिन्नः भवति अनुष्ण अशीतस्पर्शः वायोः तदाश्रयतया वायुः सिद्ध्यते अनुष्ण अशीत अनुष्ण अशीतस्पर्शः पृथिव्यामपि अस्ति वायौ अपि अस्ति परन्तु पूर्वं मया पृथिव्यस्य गुणः वयं तत्र साक्षात् ग्राह्यते, परन्तु वायुः साक्षात् न दर्शनं यत् सम्यक् महोदय सम्यक् रूपं दर्शयति पृथिव्याः दर्शनम् अथवा रूपम् अस्ति साक्षात् ग्राह्यते परन्तु वायुः एवं साक्षात् ग्राह्यमाणः स्पर्शात् वक्तुं शक्नुमः तद् अनुमानमेव यत्र स्पर्शं भवति तत्र वयं कुत्रापि नास्ति वायोः अस्ति इति वयम् अनुमानं कर्तुं शक्नुमः अपि च अत्र अस्ति कीदृशः स्पर्शः अनुभूयते वायौ विजातीयस्पर्शः तद्विजातीयस्पर्शः पृथिव्यादित्रिके यः स्पर्शः अनुभूयते तादृशः स्पर्शः नास्ति वायौ अपि अनुष्णाशीतस्पर्शः अस्ति किन्तु पृथिव्यां यः स्पर्शः अनुष्णाशीतः अस्ति तादृशः अपि नास्ति उष्णस्पर्शः अपि नास्ति शीतस्पर्शः अपि नास्ति एषः स्पर्शः अनुष्णाशीतः स्यात् परन्तु भिन्नः भिन्नरीत्या अनुभूयते एषः स्पर्शः इति एकः विजातीयस्पर्शः तस्य स्पर्शस्य अपि सत्यं तावदेव पृथिव्यादित्रिकात् विजातीयः तावदेव अस्तु सः स्पर्शः स्पर्शः कः स्पर्शः इत्युक्ते एकः गुणः खलु गुणः कुत्र वर्तते गुणः द्रव्ये वर्तते तर्हि एषः विजातीयः स्पर्शः अस्ति तस्य स्पर्शस्य अपि आश्रयः स्यात् भिन्नः आश्रयः स्यात् वायुः अस्ति अनुमानं भवति सत्यं तद् तद्द्रव्यं वायुः इति सिद्ध्यति अनुमानेन यतोहि अन्यस्पर्शः यत्र भवति तत्र रूपमपि दृश्यते सत्यं सत्यं प्रत्यक्षं भवति पृथिव्याम् अनुष्णाशितस्पर्शः अस्ति अपि च पृथिव्याः रूपं रूपेण अपि ज्ञातुं शक्नुमः पृथिवी इति एकं द्रव्यं जलतेजसः तेजसोः विषये अपि तथैव एषः विजातीयस्पर्शः कुत्रचित् द्रव्ये स्यात् इति कृत्वा वायुः इति एकं नूतनं द्रव्यं सिद्ध्यति एवमेव सप्तगुण शब्दगुण शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आवश्यकमिति तस्य आश्रयतया आकाशः सिद्ध्यते शब्दरूपं यदा वयं शब्दं गुणस्य आश्रयभूतं द्रव्यं शब्दमपि श्रोत्रेन्द्रियाणि ग्राह्यते परन्तु रूपं नास्ति रूपम् अस्ति गुणः अस्ति परन्तु रूपम् अस्ति तद् द्रव्यं गुणः अस्ति चेत् तत्र निश्चयेन आश्रयभूतद्रव्यं भवेत् तद् आवश्यकमिति तद् आश्रयते आकाशः इति सिद्ध्यते समीचीनं तथैव अस्ति शब्दस्यापि आश्रयभूतं द्रव्यं स्यात् इति कृत्वा इतोपि एकं द्रव्यम् आवश्यकं तच्च आकाशम् अथवा आकाशः एतावता कोऽपि सन्देहः वर्तते वा तर्हि अग्रे सरेम अखिला भगिनी अग्रे पठति किम् आम् तत्र च अनुमानेन सिद्ध्यतः पदार्थस्य बहुत्वज्ञानाय काचन साधकयुक्तिः अस्ति चेत् तस्य बहुत्वं स्वीक्रियते एव अनुभूयते च अनुमितस्य अपि वायोः नानात्वम् अनयोः समीरणः वृक्षादिकम्पनहेतुः अन्यश्च शरीरान्तः सञ्चारी प्राणः अस्तु भगिनि एतावत्पर्यन्तम् अस्तु तत्र वायोः तु इदानीम् अनुमानेनैव वायोः समीचीनं तत्र एका टिप्पणी अस्ति अधोपाति पठति वा आम् धूमज्ञानेन यत् बह्नेः ज्ञानं जायते सा अनुमितिः, तस्य कारणं धूमज्ञानम् अनुमानम् एवं सर्वत्र. तत्र अनुमानम् इत्युक्ते यत् कारणमस्ति तद् धूमज्ञानमेव अनुमानमस्ति, तद् धूमज्ञानेन वह्नि तत्र अस्ति इति यद् ज्ञानम् उदेति तद् ज्ञानमस्ति अनुमितिः. सत्यं, धूम नाम स्मोक् इति दृष्ट्वा तत्र अग्निः स्यात् इति ज्ञानं जायते, तादृशं ज्ञानम् अनुमितिः. तस्य कारणम् अनुमानम्, तस्य कारणं धूमज्ञानम् इति अनुमानम् एवं सर्वत्र. अस्तु, अधुना वदतु. आं, तत्र अनुमानेन तत्र अनुमानम् अस्ति तत्र स्पर्शज्ञानं, तत्र स्पर्शज्ञानेन एव तत्र पदार्थस्य सिद्ध्यति भवति, इत्युक्ते तत्र वायुः अस्ति इति तस्य ज्ञानं भवति. तत्र तस्य बहुत्वज्ञानमस्ति, इत्युक्ते तत्र यथा वृक्षः अस्ति तत् कम्पते तत्रापि वायुः अस्ति, अस्माकं शरीरे अन्तः तत्र अपि वायुः सञ्चरति, तत्र भिन्नभिन्नवायोः अस्ति, तदर्थमेव तत्र वायोः नानात्वम् अस्ति. यद् वायु वृक्षकम्पनहेतु अस्ति तस्य नाम अस्ति समीरणः इति, यद् वायु तत्र शरीरान्तसञ्चारी भवति तस्य नाम अस्ति प्राणः इति. सम्यक्, तर्हि अनुमानेन सिद्ध्यतः पदार्थः कः? वायुः. तस्य बहुत्वज्ञानाय काचन साधकयुक्तिरस्ति. अस्तु, वायोः बहुत्वम् अस्ति वा एकत्वम् अस्ति वा इति प्रश्नः. तत्र भगिन्या प्रतिपादितं वायोः अनुभवेन अस्माभिः अनुभूयते वृक्षादिकम्पनहेतुः वायुः भिन्नः समीरणः, शरीरान्ते यः सञ्चरति सः वायुः भिन्नः. तर्हि इति अनुभवेन, अनुभवस्य आधारेण अनुमितस्य, अनुमितं नाम वायुः इति यः अनुमितः, तस्य नानात्वं, नानात्वम् इत्युक्ते बहुत्वं, बहुविधम् अस्ति, बहुविधाः वायवः सन्ति. तत्र प्रश्नः उदेति, पूर्वं वयं पठितवन्तः क्षीरं, यु नो, पात्रम् उद्देश्य क्षीरं भिन्नं भवति, तथैव वा? अत्र केवलम् अनुभवस्य आधारेण एव, अनुभूयते च अनुमितस्य वायोः इति उक्तं द्वितीये वाक्ये. अस्माभिः अनुभूयते खलु, प्रकोष्ठे वायु, प्रकोष्ठे यदि स्मः तत्र तु वायुः अस्ति, किन्तु तादृशवायुः भिन्नः, अनन्तरं शरीरान्तवायुः भिन्नः इति अनुभवेन वयं जानीमः इति कृत्वा तादृश वायोः बहुत्वम् अथवा नानात्वं सिद्ध्यति. केवलम् अनुभूय अनुभवे अनुभूय गुणे एव ये भिन्नः वायोः भिन्नगुणं प्रवर्तते सिद्ध्यते. वायोः गुणः सः इत्येव अस्ति, भिन्नगुणः न सिद्ध्यति, परन्तु वायौ वैविध्यम् अस्ति इति सिद्ध्यति. भगिनी, अत्र वायोः नानात्मकं कालसम्बन्धम् इति वक्तुं शक्नुमः वा? किमर्थम् इत्युक्ते यदि वायुः शरीरात् बहिः आगच्छति चेत् तत् समीरणः एव भवति. इति प्रश्नः प्रायः महोदयः प्रष्टव्यः भवति. सम्यक् एव, ममापि प्रश्नः अस्ति तस्मिन् विषये, अग्रिमसप्ताहे गच्छामः. अस्तु, अग्रे रत्ना भगिनी पठतु कृपया. अस्तु, यथा वा आत्मसुखादिप्रत्यक्षाय चक्षुरादि भिन्नम् भिन्नम् इन्द्रियं मनोरूपम् अनुमितम् यथा वा आत्मसुख सुखादिप्रत्यक्षाय. अस्तु, चक्षुः इत्यादि इन्द्रियेषु इन्द्रियाणां मुखेन वयं बहिर्ज्ञानं प्राप्नुमः, किन्तु आत्मसुख सुखादि प्रत्यक्षाय आत्मनः आत्मनि केचन गुणाः सन्ति चतुर्विंशतिगुणेषु. तत्र बुद्धिः, सुख दुःख, इच्छा, द्वेषः, प्रयत्नम् एते गुणाः आत्मनि सन्ति. आत्मा इति एकं द्रव्यं, तस्मिन् एते षड् गुणाः सन्ति. तेषां प्रत्यक्षं केन भवति? मनसा. तेषां प्रत्यक्षं चक्षुरेन्द्रियेण घ्राणेन्द्रियेण भवति वा? न. सुखदुःख मनसः विषयः, सुखदुःखद्वेषः सर्वं. तर्हि मनोरूपम् एकम् इन्द्रियम् इति अनुमितम्. अत्रापि पश्यन्तु, अनुमितम् इत्युक्ते अनुमानेन साधितम् इति. अस्तु, अग्रे भगिनि. सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म सर्वेपि. न, एकनिमिषं. बुद्धिः ततः आरभ्य प्रयत्नपर्यन्तं. बुद्धिः, सुख दुःख इच्छा द्वेषः प्रयत्नम् केषां षण्णाम् आत्मनि एव विद्यमानत्वम् इत्युक्ते आत्मनि भवन्ति एते षड्गुणाः. अपि च मनसा प्रत्यक्षं भवति एतेषां. किन्तु अग्रे यदुक्तं महोदयेन, धर्मः अधर्मः संस्कारः गुरुत्वम्, एतेषां गुणान् प्रत्यक्षं न भवति एव, केनापि न प्रत्यक्षं भवति, कदापि न भवति एव. न, तथा नास्ति एव. परन्तु बुद्धि, सुखदुःख, इच्छा, द्वेष, प्रयत्नं मनसा गृह्यन्ते. अस्तु, एषामपि प्रत्यक्षाय मनोरूपम् इन्द्रियम् अनुमितम्. अनन्तरं भगिनि. भगिनि, अत्र अतः मनः अपि द्रव्यम्, एकस्य द्रव्यस्य मुखेन वयम् अन्यद्रव्यस्य इत्युक्ते आत्मनः गुणं जानीमः. आत्मनः प्रत्यक्षं भवति मनसा. किन्तु द्रव्यस्य श्रेण्यामेव मनः अपि स्थापितः, प्रथमे पृष्ठे एव अस्ति खलु. किमर्थं तथा इति प्रष्टव्यं भवति. मनः द्रव्यमपि अस्ति, इन्द्रियमपि अस्ति. सत्यं. किमर्थम् इत्युक्ते अहं चिन्तयामि मनसि संख्या इति गुणः भवति खलु, इति कृत्वा मनः द्रव्यं द्रव्यस्य श्रेण्यां स्थापितमस्ति. परन्तु कथम् इति प्रायः अग्रे पठेम इति चिन्तयामि. अस्तु, इत्युक्ते आत्मने षड् गुणाः सन्ति. अस्तु, आत्मनि एते गुणाः सन्ति, तस्य ग्राहकम् अस्ति मनः. मनः, अस्तु. तस्य अनेकत्वम् अपि आवश्यकम्. एकेन एव परमाणुरूपेण मनसा सर्वेषाम् आत्मनां युगपत् सुखदुःख आद्यसम्भावात् सुखदुःख आदि असम्भवात्. मनसः अपि अनेकत्वं, वायोः यथा अनेकत्वम् अथवा नानात्वम् आसीत् तथैव मनसः अपि अनेकत्वम् आवश्यकं. किमर्थम्? रत्ना भगिनी वदति वा? परमाणुरूपेण मनसा सर्वेषाम् आत्मनां युगपत् युगपत् इत्युक्ते मार्गं युगपत् इत्युक्ते एकस्मिन् एव समये ओ अस्तु एकस्मिन् एव समये सुख दुःख दुःखादि असम्भवात् मनसि एकस्मिन् काले एव सुखः दुःखः इत्यादि एकस्मिन् काले एव भवितुम् असम्भवः तदपि अस्ति एकस्मिन् काले सर्वेषाम् अनुभवः न अस्ति मनसि इति कृत्वा परमाणुरूपं मनसः परन्तु अत्र किमुक्तं मनसा सर्वेषाम् आत्मनां नाम मयि एक आत्मा अस्ति भवत्याः एक आत्मा अस्ति तर्हि मम आत्मनि यः गुणः अस्ति तद् ज्ञातुम् एकः मनः अस्ति मम अन्येषाम् एकः मनः अस्ति तदर्थम् अत्र उक्तं सर्वेषाम् आत्मनां युगपत् सर्वेषाम् आत्मनाम् एकस्मिन् समये एकेन मनसा सुखदुःख सर्वं ग्रहीतुं सम्भवः अस्ति वा न तदर्थं मनसः अनेकत्वम् अस्तु अग्रे पठतु मनसः विषयः एव अतः मनसः अनुमानसिद्धत्वे अपि तस्य बहुत्वं स्वीक्रियते न तथा आकाशस्य एकत्वेन काचन हानिः इदमेव मनसि निधाय उक्तं तच्चैकम् इति तत् च एकम् इति इत्युक्ते वयं दृष्टवन्तः मनसः बहुविधम् इति किमर्थं स्वीकरणीयम् इति किन्तु आकाशस्य एकत्वेन कोऽपि हानिः नास्ति बहुत्वं सिद्धेः आवश्यकं नास्ति अतः एकत्वम् इति स्वीकुर्मः इत्येव अस्ति विषयः मनसस्य मनसः एकत्वं स्वीकारेण तत्र दोषः भवति सर्वेषाम् आत्मानां गुणः एकः एकमेव मनः कथं जानीयात् इति कृत्वा मनसः बहुत्वं परन्तु आकाशस्य विषये तादृशी आवश्यकता नास्ति एव आकाशम् एकमेव इति वदामश्चेदपि कोऽपि कापि हानिः नास्ति इति कृत्वा इदमेव मनसि निधाय सच्च एकम् इति उक्तं नाम आकाशम् एकम् इति भिन्नभिन्नद्रव्याणाम् एकत्वम् अथवा बहुत्वं वा इत्यस्य चर्चा अस्ति अत्र तावदेव तच्च सति इत्युक्ते आकाशस्य आकाशं सच्च एकं केभ्यश्चित् पुटेभ्यः पूर्वम् इदं वाक्यम् आसीत् तच्च एकं षड्गुणकम् आकाशम् इति सर्वम् आसीत् खलु वयं पठितवन्तः तत्र इदं वाक्यम् आसीत् तच्च एकम् इति किमर्थं तच्च एकम् इति उक्तं किमर्थं चेत् आकाशस्य एकत्वस्वीकारेण अपि न कापि हानिः तर्हि आकाशम् इति एकमेव द्रव्यमस्ति बुद्धं वा अस्तु सन्ध्या भगिनी अग्रे पठति किम् अनुमितिविषयता अनेकेषु स्वीक्रियते चेत् सः यः क्लेशः तद् गौरवम् इत्युच्यते अनुमितिविषयतायाः एकस्मिन् स्वीकारे बुद्धेः सौकर्यं लाघवम् इति उच्यते तादृशलाघवम् आलोच्य आकाशादीनाम् एकत्वम् आदृतम् तर्हि अत्र येषां द्रव्याणाम् अनुमानः क्रियते तेषु द्रव्येषु अनेकत्वम् इति स्वीकुर्मः चेत् बुद्धेः तत्र क्लेशः भवति यः क्लेशः बुद्धेः भवति तस्य क्लेशस्य नाम गौरवम् इति अस्ति तथैव अनुमितद्रव्येषु तत्र एकत्वं स्वीकुर्मः यथा आकाशे तस्मिन् एकस्मिन् स्वीकारे बुद्धेः सौकर्यं भवति. तस्य नाम अस्ति लाघवम् इति. तत्र गौरवं लाघवम् इत्यनयोः अस्ति. नामकरणं कृतम् अत्र सन्देहः अस्ति वा? बै डिफाल्ट् यद् अनुमितं तस्य एकत्वम् इति स्वीक्रियते. अस्तु, वायुः आकाशः यत्किमपि भवतु बै डिफाल्ट् एकत्वम् इति स्वीक्रियते. किन्तु चिन्तनेन अथवा अनुभवेन वायोः बहुत्वं साधितं, मनसः बहुत्वं साधितम्. अस्तु, तर्हि अनुमितिविषयता अनेकेषु स्वीक्रियते. अनेकेषु एषः अनुमितं द्रव्यमस्ति इति स्वीक्रियते चेत् तत्र एकः क्लेशः वर्तते बुद्धेः. क्लेशः नाम बहुत्वात् एकः क्लेशः वर्तते. तस्य क्लेशस्य नाम गौरवम्. परन्तु आकाशस्य विषये तथा नास्ति. अनुमितिविषयतायाः एकस्मिन् स्वीकारे नाम आकाशम् एकमेव. आकाशमिति द्रव्यं यदस्ति तत्तु एकमेव इति यत्र स्वीकारः भवति तत्र बुद्धेः क्लेशः न भवति. एकं सौकर्यं भवति, तस्य नाम लाघवम् इति. तावदेव अस्ति अत्र. अस्तु, अग्रे नीता भगिनी पठति वा? नीता भगिनी. अस्तु, जयन्ती भगिनी पठति किम्? आं भगिनी. तादृशलाघवम् आलोच्य आकाशादीनाम् एकत्वम् आदृतम्. तद्वदेव च तेषाम् अनित्यत्वे अवयवादिकल्पना प्रागभावः ध्वंसः च स्वीकर्तव्यो भवति इति गौरवम्. आकाशस्य विषये अनुमितित्वेन वा? अनुमिति नाम ज्ञानम्. आकाशस्य ज्ञानं, वायोः ज्ञानं एव वयम् अस्माभिः वक्तुं शक्यते. तत्र एकत्वम् अस्ति, तस्य नाम एव लाघवम् इति दृष्टवन्तः. तस्य विषये घटपटादयानां विषये विषयेषु भिन्नभिन्न अभावाः सन्ति, प्रागभावः, ध्वंसभावः इति. तादृश अभावाः न सन्ति आकाशस्य विषये. एतादृशं क्लेशः न. अस्तु अस्तु, एकनिमिषः, प्रश्नः अस्ति इदानीं. यथा बहुत्वेन गौरवमासीत् तथैव किम् अत्र किम् उक्तं? तेषाम् अनित्यत्वे नाम येषां द्रव्याणाम् अनित्यत्वे. अनित्यत्वम् इत्युक्ते किं किं भवति अग्रे दत्तं वदतु भगिनि उच्चैः. यस्य नित्यं न भवति, प्राक् भावः अस्ति, उद्भवति, नश्यति. सरला भगिनि वा? आम्. सरला भगिनी पठितवती किं किमपि? अस्तु, अन्य कोऽपि अस्ति यः न पठितवान् अथवा अन्य कापि? अस्तु अस्तु, वदतु भगिनि. सो तत् गौरवम् अस्ति, बहुत्वं बहुत्वं भवति तत् तत्त्वदेव च तेषां नित्यत्वे अवयव आदिकल्पना प्राग् तेषाम् अनित्यत्वे अनित्यत्वे. अस्तु, मम प्रश्नः आसीत् अनित्यत्वे किं किं भवति? जयन्ती भगिनी. एताः एते अभावाः सन्ति. अनित्यत्वकल्पनेन किं भवति? अवयवादिकल्पना भवति. आकाशं नित्यम् इति स्वीकारेण तत्र आकाशस्य अवयवः नास्ति इति अङ्गीकृतं. किन्तु अनित्यत्वं स्वीकारेण अवयवादीनां कल्पना भवति. घटः, तस्य अवयवाः, कपालौ इति. अनन्तरम् अनित्यत्वस्य स्वीकारेण प्राग् अभावः ध्वंसाभावः च स्वीकर्तव्यः भवति. तादृशे स्वीकारेण अपि क्लेशः जायते बुद्धेः. पुनः तस्य नाम किं? गौरवम्. हा, गौरवम् इति. अस्तु, बुद्धं वा? अस्तु, जयन्ती भगिनी अग्रे पठतु. नित्यत्वे बाधकमपि नास्ति इति लाघवात् तेषां नित्यत्वमेव स्वीक्रियते. नित्यत्वे कीदृशं बाधकं नास्ति? गौरवत्वस्य एकमस्ति न. नित्यत्वे उपरि दत्ताः परिदत्तानि बाधकानि न सन्ति. अवयवादिकल्पना नास्ति, प्रागभावः ध्वंसः किमपि नास्ति नित्यत्वस्वीकारेण. तादृशानि बाधकानि नास्ति, तर्हि नित्यत्वस्वीकारेण लाघवमेव भवति. इत्युक्ते बाधकं, बाधकम् इत्युक्ते लाघवाय बाधकम्. अस्तु अस्तु, सौकर्याय. पूर्वं वयं पठितवन्तः परमाणु अपि नित्यम् अस्ति. निरवयवी नित्यं, सत्यम्. अस्तु, नित्यत्वेन एतानि बाधकानि न भवति, अपि च बुद्धेः क्लेशः अपि न जायते. तर्हि तत्रापि लाघवम् अस्ति. तदर्थं नित्यत्वमेव स्वीक्रियते आकाशादिना. केवलम् आकाशविषये नित्यत्वम् अथवा आकाशः? अत्र टिप्पणी अस्ति महोदय, द्वितीयं टिप्पणीं पश्यतु. द्वितीयां टिप्पणीं टु इति नम्बर् संख्या सूचयित्वा अस्ति खलु, आकाशादीनाम् इति कृतम्. आकाशितानां नाम आदिपदेन कालः दिक् च ग्राह्या इति. तर्हि केवलम् आकाशः इति न, तत्र कालः दिग् अपि सूचितः. आकाश कालः दिक् त्रयेषु विषयेषु एव लाघवत्वं स्वीकृतम्. किमर्थम् इत्युक्ते तेषां अवयवाः न सन्ति. इदानीं भवत्याः प्रायः प्रश्नः स्यात् किमर्थम् आत्मा मनः नास्ति अस्ति वा? हा, अन्यत् अन्य कतः? आम्, तदेव. किमर्थम् अन्यद्रव्याणां? अत्र वयं दृष्टवन्तः, प्रथमतया बुद्धेः क्लेशः जायते अनेकत्वात्. अनेकेषु स्वीक्रियते चेत् अनुमितिविषयता, तर्हि बुद्धेः क्लेशः जायते. अस्तु, आकाशस्य विषये तादृशः अनेकत्वं नास्ति, परन्तु आत्मनः विषये अनेकत्वं, मनांसि अपि मनांसि अपि अनेकानि इति वयं दृष्टवन्तः पूर्वस्मिन् परिचये खलु. तर्हि तेषां तयोः विषये तु गौरवम् अस्ति एव. आकाशस्य, कालस्य अपि च दिक् एतेषां विषये नास्ति तादृशं गौरवम्. इत्युक्ते भगिनी एकत्वं नित्यत्वं च? सत्यम्. एकत्वं नित्यत्वं च, तत्र सौकर्यं भवति बुद्धेः, तदेव लाघवम्. कालः अपि अनित्यं, नित्यं वा? सत्यं भगिनि, कालः नित्यम्. अनित्यं कालः नित्यम्. तेषाम् अनित्यत्वे, ओ अनित्यत्वम् अस्ति चेत्, ओ अस्तु, क्षम्यतां. न न, एकनिमिषः, तत्तु भिन्नं वाक्यम्. तादृशलाघवम् आलोच्य आकाशादीनाम् एकत्वम् आदृतम्. आकाशादीनाम् एकत्वं नाम कालः, दिशः एकत्वम् इति एकः विषयः. अनन्तरं भिन्नः विषयः अस्ति नित्यत्वानित्यत्वस्य विषयः. तत्र कालः दिग्गपि नित्यद्रव्याणि. आकाशः, कालः, दिगात्मा, मनः नित्यद्रव्याणि. मनः नित्य नास्ति भगिनि. आकाशः, कालः, दिक् नित्यत्व. आकाशः, दिग्, आत्मा, मनः. आत्मा मनः तु तर्हि मनः बहुत्वं भवति तद् नित्यं न भवति. नित्यं नाम एवं चिन्तयन्तु, नित्यं नाम मनसः अवयवादि प्राग् अभावः ध्वंसः इति किमपि भवति वा इति. यदि मनः शान्तः अस्ति, आत्मा सर्वदा सर्वत्र अस्ति, सर्वदा अस्ति इति एव चिन्तयामः वा? प्रायः महोदय, तस्य प्राग् अभावः ध्वंसः च न स्यात् इति कृते. मनसः विषये तु भिन्नभिन्न स्थितयः सन्ति खलु भगिनी? हा, परन्तु तस्य नाशः वा भवति वा इति एकः प्रश्नः सम्पूर्णतया. अनन्तरं द्वितीयः प्रश्नः अस्ति, तस्य अवयवः सन्ति वा इति. मनसा तु अवयवः नास्ति इति मन्ये, परन्तु एतेषु आत्मा मनः तु बहुत्वमस्ति सर्वत्र. तस्मात् बहुत्वं भिन्नं गौरवम् सत्यं सत्यं. सो मनः, आत्मा गौरवम्, आकाशः, कालः, दिक् लाघवम् इति सत्यं. अस्तु, अन्य कोऽपि प्रश्नः? धन्यवादः. अस्तु, प्रश्नाः न सन्ति चेत् विरमामः. धन्यवादः. धन्यवादः भगिनी. शुभरात्रिः.